गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। तत्र रूपादिचतुष्टयम् इति रूपरसगन्धस्पर्शः इति एतेषां गुणानां लक्षणम् अपि च तेषां वैविध्यम् एतत् सर्वम् अस्माभिः अधीतम्। तस्मिन् अवसरे तत्र अन्वयसहचारः इति पदार्थनिरूपणम् इत्यस्मिन् विषये गते वर्गे किञ्चिदिव अधीतम्। अन्वयसहचारः व्यतिरेकसहचारः इति सिद्धान्तः किमर्थम् अस्माभिः अध्येतव्यम् इति चेत् तत्र कारणकार्यभावनिरूपणार्थं वयं पूर्वमेव पठितवन्तः। तत्र एकं वस्तु कारणं भवेत् चेत् तत्र तिस्रः निकषाः सन्ति इति। कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणं भवेत् इति नियमाः अस्माभिः अधीताः। तादृशं किन्तु किञ्चित् भिन्नचिन्तनमस्ति अत्र। अन्वयसहचारः, अन्वयसहचारः तत्र सहचारः इत्युक्ते किम् इति चेत् सामानाधिकरण्यम् एव, द्वयोः विषयोः मध्ये सामानाधिकरण्यं वर्तते चेत् तत्र तयोः सहचारः अस्ति इति अवगन्तुं शक्यते। तर्हि सामानाधिकरण्यं, सहचारः इत्युक्ते सामानाधिकरण्यम्, अपि च अन्वय इत्युक्ते अस्तित्वम्, अस्तित्वं स्वीकृत्य सामानाधिकरण्यं वदामश्चेत् तद् अन्वयसहचारः। तत्र वाक्यम् एवं भवति, तत्सत्त्वे तत्सत्त्वम्। अत्र प्रथमं तत् किं सूचयति इति चेत् कारणं सूचयति, द्वितीयं तत् कार्यं सूचयति। तर्हि कारणसत्त्वे कार्यसत्त्वम् इति वाक्यं निर्माणं कुर्मश्चेत् तदेव अन्वयसहचारः। तर्हि व्यतिरेकः इत्युक्ते किम्? अभावः। तत्र अभावं स्वीकृत्य सामानाधिकरण्यं वदामश्चेत् तदेव व्यतिरेकसहचारः। तदभावे तदभावः, कारण अभावे कार्य अभावः, कारणसत्त्वे कार्यसत्त्वम् इति अन्वयसहचारः, कारणाभावे कार्याभावः इति व्यतिरेकसहचारः। गन्धवती पृथिवी इति पृथिव्याः लक्षणं कृतम्। गन्धवती पृथिवी इति उक्तत्वात् गन्धः इति गुणः केवलं पृथिव्याम् एव लभ्यते, अपि च गन्धः इति गुणः पृथिवी इति द्रव्यं, गुणस्तु द्रव्ये समवायसम्बन्धेन वर्तते। द्रव्यः द्रव्यमेव आधारम् अधिकरणं, गुणः आधेयः इति कृत्वा तत्र द्रव्यमेव कारणं भवति। किमर्थमित्युक्ते तत्र सर्वं सर्वाणि सर्वे पदार्थाः द्रव्ये एव वर्तन्ते। तर्हि द्रव्यस्य उत्पादन अनन्तरमेव गुणस्य उत्पादनं भवितुम् अर्हति, तत्र कार्याधिकरणं किमपि भवेत्। अतः तत्र गन्धः इति कार्यं, पृथिवी इति कारणं। तर्हि अन्वयसहचारः कथं भवति इति चेत् पृथिवीसत्त्वे गन्धसत्त्वम् इति अन्वयसहचारः, पृथिवी अभावे गन्ध अभावः इति व्यतिरेकसहचारः। यत्र एतद्वयमपि वक्तुं शक्यते तत्र कार्यकारणभावः द्योतते अनयोः मध्ये इति अवगन्तव्यम्। अत्र इतोपि किञ्चित् वक्तव्यं, सामानाधिकरण्यम् इदानीम् अन्वयसहचारः कयोः मध्ये, गन्धपृथिव्योः मध्ये सामानाधिकरण्यम् अस्ति इति अस्माभिः स्वीकृतम्। किन्तु तत् साधनीयं किल, कथं वा इदानीं गुणः द्रव्ये समवायसम्बन्धेन वर्तते, तर्हि कथं वा अनयोः मध्ये सामानाधिकरण्यमपि भवितुम् अर्हति इति पृष्टे सति, तत्र कारणं स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते। तर्हि पृथिवी पृथिव्यां तादात्म्यसम्बन्धेन वर्तते, तस्मिन्नेव कार्याधिकरणे पृथिव्यां गन्धः इति गुणः अपि वर्तते। केन सम्बन्धेन? समवायसम्बन्धेन। तर्हि इदानीं पृथिवी अपि च गन्धः द्वयमपि एकस्मिन् स्तरे आगतं, तर्हि तयोः मध्ये सामानाधिकरण्यं वर्तते इति वक्तुं शक्यते। अतः तत्र एकस्मिन् पार्श्वे सामान तत्र तादात्म्यसम्बन्धं स्वीकृत्य अन्यस्मिन् पार्श्वे समवायसम्बन्धं स्वीकृत्य गन्धपृथिव्योः मध्ये वयं सामानाधिकरण्यं साधितम्। तर्हि अन्वयसहचारः वक्तुं शक्यते, गन्ध पृथिव्या पृथिवीसत्त्वे गन्धसत्त्वः गन्धसत्त्वम् इति वक्तुं शक्यते। इदानीं व्यतिरेकसहचारं वक्तव्यं चेत् तत्रापि सामानाधिकरण्यं निरूपणीयं। तर्हि अन्यत् किमपि द्रव्यं स्वीकुर्मः, उदाहरणार्थं जलम् इति स्वीकुर्मः, जले पृथिव्याः अभावः वर्तते, गन्धस्य अभावः अपि वर्तते जले। तर्हि इदानीं जलम् इति समान अधिकरणम् इति स्वीकुर्मश्चेत् गन्धाभावः पृथिवी अभावः द्वयमपि जले लभ्यते इत्यतः पृथिवी अभावः गन्धाभावः अनयोः मध्ये सामानाधिकरण्यं वर्तते। तर्हि पृथिवी अभावे गन्धाभावः इति व्यतिरेकसहचारवाक्यं वक्तुं शक्यते। तर्हि इदानीं निरूपितं, गन्धपृथिव्योः मध्ये अन्वयसहचारः अपि अस्ति, व्यतिरेकसहचारः अपि अस्ति। तर्हि यत्र एतद्द्वयमपि अस्ति तत्र कार्यकारणभावः निश्चयितुं शक्यते, निश्चयेन तत्र अनयोः मध्ये कार्यकारणभावः वर्तते इति ज्ञातुं शक्यते। द्वयमपि तत्र सामानाधिकरण्यं वर्तते इत्यतः कः किं कारणं किं कार्यम् इति प्रश्नः भवितुमर्हति। किन्तु तस्य उत्तरं पूर्वमेव मया इदानीमेव उक्तं, तत्र पृथिवी इति द्रव्यमस्ति, गुणः इति आधेयः अस्ति, पृथिवी विना आधेयः तत्र अधिकरणं विना आधेयः न भवितुम् अर्हति इत्यतः पृथिव्याः उत्पादनं नो चेत् तत्र कारणस्य उत्पादनं पूर्वं स्वीकर्तव्यं, तदनन्तरमेव कार्यम् उत्पद्यते किल। अस्माकं तृतीयनिकषा किम् इति चेत् कार्याधिकरणं कार्योत्पत्तेः पूर्वक्षणे भवेत्। तर्हि पृथिवीगन्धयोः मध्ये किं पूर्वक्षणं भवेत् इति चेत् पृथिवी एव पूर्वक्षणं भवेत्। तर्हि पृथिवी एव कारणं भवति, गन्धः कार्यं भवति इति एतावत्पर्यन्तम् अस्माभिः अधीतम्। इदानीम् अग्रे त्रि अशीतिः तमपुटे तत्र अन्वयव्यतिरेकव्यभिचारौ इत्यतः आरम्भणीयं। तत्र एतावत्पर्यन्तं कस्यापि सन्देहः वर्तते वा? महोदय, किञ्चित् संशयः एकं, हा वदतु। तत्र समानाधिकरणकरण्यम् इति समानाधिकरणं किमर्थं नास्ति? तत् तस्य भावः समानाधिकरण्यं किमर्थम् अलिखत् महोदय? न बुद्धं, पुनः पृच्छतु। तत्र सहचारः समानाधिकरण्यम् इति लिखितं महोदय पुस्तके। सत्यम्। अहं पृच्छामि, समानाधिकरण्यं नास्ति वा? तस्य भावः किमर्थं तत्र लिखितं? हा हा हा, अस्तु, पश्यतु, ययोः एकमेव अधिकरणमस्ति तत् समान अधिकरणम्। इदानीं भूमिः अस्ति, भूमौ पुस्तकमपि अस्ति, घटः अपि अस्ति, तर्हि घटपुस्तकयोः समान अधिकरणं, तत्र यकारः न मया उक्तं, समान अधिकरणम् अस्ति भूमिः। हा तर्हि इदानीं पुस्तकस्य अपि च घटस्य समान अधिकरणमस्ति भूमिः। तर्हि इदानीं पुस्तकघटयोः मध्ये कीदृशभावः अस्ति इति चेत् तत्र धर्मं स्वीकृत्य एव वक्तव्यम्। पुस्तकघटयोः समान अधिकरणम् अस्ति इति तु सत्यं, किन्तु तयोः मध्ये कीदृशभावः अस्ति इति चेत् तत्र भावं स्वीकृत्य तयोः मध्ये समानाधिकरण्यं, समानाधिकरणम् इति न वक्तव्यं, समान अधिकरणमस्ति द्वयोः। तर्हि तयोः मध्ये कीदृशभावः विद्यते इति चेत् तत्र भावं स्वीकृत्य एव समानाधिकरण्यं वर्तते इति वक्तव्यम्। यत्र समानाधिकरणम् अस्ति तत्र भावः समानाधिकरण्यम् इति वक्तव्यम्। हा यत्र इति ययोः समान अधिकरणम् अस्ति, ययोः इति वदतु, यत्र इति वदति चेत् किञ्चित् क्लेशः भवति। ययोः समान अधिकरणं वर्तते, तयोः मध्ये समानाधिकरण्यम् अस्ति इति वक्तव्यम्। आं महोदय, द्वितीयं महोदय, तादात्म्यसम्बन्धं यदि यदस्ति पृथिव्यां तादात्म्यसम्बन्धेन पृथिवी अस्ति, कथं न्यायशैल्यं कथं वक्तव्यं महोदय तद् सम्यक् रीत्या? न्यायशैल्यां वक्तव्यं चेत् इदानीं तत्र न्यायशैली कदा स्वीकुर्मः? यस्य कस्यापि निरूपणं कुर्मश्चेत् इदानीं निरूपणं भवता इष्टम्? तादात्म्यसम्बन्धेन पृथिवी पृथिव्याम् अस्ति इति न तत्तु सत्यम्। इदानीं पृथिवी स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते इति सामान्यवाक्यमस्ति। सामान्यवाक्यं मां न इदानीं पश्यतु, तत्र घटः महोदय एकनिमिषं, घटः भूतले वर्तते इति सामान्यवाक्यं। तर्हि इदानीं तत्र भूतलं निरूपयतु इति वदामश्चेत् घटनिष्ठ आधेयता निरूपित अधिकरणतावत् भूतलम् इति वदामः किल महोदय। तत्र आधेय अधिकरण आधेयम् अपि च अधिकरण अनयोः मध्ये परस्परनिरूपकनिरूप्यभावः अस्ति इति कृत्वा, तर्हि इदानीं मम प्रश्नः अस्ति, पृथिवी स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते, इदानीं पार्श्वद्वये अपि पृथिवी पृथिव्याम् अस्ति इति एव अस्ति, इदानीं कस्याः पृथिव्याः निरूपणं भवतः इष्टः? यद् आदेयः अस्ति वा नो चेत् यद् आधारमस्ति वा? यद् आधेयमस्ति महोदय पृथिवी, हा यद् आधेयमस्ति तस्याः निरूपणं कर्तव्यं चेत् इदानीम् आधारता अधिकरणता स्वीकृत्य आधेयता निरूपणीयं भवति किल? आं महोदय, तर्हि पृथिवीनिष्ठ अधिकरणता निरूपित आधेयता आश्रयः पृथिवी इति वक्तव्यम्। तत्र सम्बन्धः अपि योजनीयम् इति चेत् तर्हि पृथिवीनिष्ठ अधिकरणता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न आधेयता आश्रयः पृथिवी इति वक्तव्यम्। आं महोदय, तर्हि न्यायशैल्यां वक्तव्यं अस्माकम् आशयः कः इति प्रथमं वदति चेत् तत्र तदनन्तरम् एतादृशचिन्तनं भवितुमर्हति, तत्र आधेयता अधिकरणता निरूपणं अवच्छेदकता अवच्छेद्यता स्वीकृत्य नो चेत् तत्र सम्बन्धं स्वीकृत्य यत्किमपि स्वीकृत्य तत्र वक्तुं शक्यते। अस्तु अग्रे गच्छामि महोदय, धन्यवादः। वदतु बालसुब्रह्मण्यं महोदय, लघु प्रश्नः एकः, किञ्चित् भ्रमः अस्ति, कृपया स्पष्टीकर्तुं प्रार्थयामि। अन्वयसहचारविषये पृथिव्यां गन्धः वर्तते समवायसम्बन्धेन, साधु महोदय पृथिव्यां गन्धः वर्तते समवायसम्बन्धेन, पृथिव्यां पृथिवी वर्तते तादात्म्यसम्बन्धेन द्वयः, पृथिव्यां वन् पृथिव्यां पृथिवी टु वर्तते तादात्म्यसम्बन्धेन, वस्तुतः पृथिवी एकमेव, सो तस्मात् पृथिवी टु रिफ्लेक्षन् शेडो एवं वा? तदा शाडो नास्ति तत्र, तदेव एकः एव वस्तु, इदानीमपि एकमेव वस्तु अस्ति तत्र, किन्तु तत्र नैयायिकाः एतादृशं स्वीकृतवन्तः, तत्र तत्र कारणस्य निकषा अस्माभिः अधीतं किल, कार्याधिकरणे भवेत् कारणं किम् इति कथं वा स्वीकर्तुं शक्यते, कार्य यत् कार्याधिकरणे अस्ति, यद् कार्याधिकरणे सर्वदा अस्ति, अपि च यत् कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे अस्ति, तदेव कार्यं कारणम् इति स्वीकर्तुं शक्यते इदानीं. हा एकनिमिषम् इतोपि किञ्चित् वदामि तर्हि स्पष्टता जायते. तर्हि इदानीं घटस्य कारणं किं, बालसुब्रह्मण्य भवान् वदतु. पदस्य कारणं घटस्य घटस्य कारणं किम् इति चेत् कारणकार्यूपणं कपालः कारणं कपालः इति. तर्हि घटस्य कारणं कपालः इति वयं स्वीकृतं, किन्तु कपालः कार्याधिकरणम् इति निरूपणीयं किल. यदि कपालः कार्याधिकरणम् इति न निरूपयामः तर्हि कपालः तत्र कारणं न भवितुमर्हति. तर्हि अस्माकं निकषाः के काः? कार्याधिकरणे भवेत्, कारणं कार्याधिकरणे भवेत् इति निकः अस्ति. तर्हि कपालः कार्याधिकरणे भवेत् इति आवश्यकता अस्ति. कपालः कपाले भवेत् इति वक्तव्यं. तत्र केन सम्बन्धेन कपालः कपाले अस्ति इति वक्तुं शक्यते? समवायसम्बन्धेन भवितुमर्हति वा? कपालः कपाले समवायसम्बन्धेन भवितुमर्हति वा? कपालः कपाले तादात्म्यसम्बन्धः. हा तर्हि तत्र तादात्म्यसम्बन्धं किमर्थं स्वीकृतम् इति चेत् कपालः कपाले समवायसम्बन्धेन न भवितुमर्हति. आं न भवितुमर्हति. संयोगसम्बन्धेन न भवितुमर्हति. तर्हि तत्र सम्बन्धद्वयमेव पदार्थनिरूपण अवसरे दत्तं, संयोगः इति गुणः, समवायः इति पदार्थः. एतद्वयं विना अन्यत् किमपि नास्ति इति कृत्वा तत्र कल्पितमस्ति कपालः कपाले तादात्म्यसम्बन्धेन वर्तते इति तादृशं ते वदन्ति. यद्यपि कपालः कपाले तादात्म्यसम्बन्धेन वर्तते इति ते वदन्ति, तत्र वस्तुद्वयमस्ति इति नास्ति, अपि च रिफ्लेक्षन् प्रतिबिम्बम् इति अपि नास्ति. सो कल्पनं कृत्वा तादात्म्यसम्बन्धः इति कल्पनं कृत्वा सत्यं सामान्य अधिकरणम् इति वक्तुं शक्यते वा? हा हा तत्र व्यवहारार्थं किल, व्यवहारार्थम् इदानीं संयोगः अपि च समवायः एतौ द्वौ सम्बन्धौ एव तत्र वस्तुतः अस्ति. इत्युक्ते पदार्थनिरूपणे सप्तविधपदार्थाः इति अस्ति किल, तत्र समवायसम्बन्धः साक्षात् उक्तः, अपि च संयोगसम्बन्धः अपि चतुर्विंशतिगुणेषु अन्यतमः संयोगसम्बन्धः उक्तः. तस्मादुपरि इदानीम् अस्माभिः तत्र तादात्म्यसम्बन्धः अधीतः, स्वस्वरूपसम्बन्धः अधीतः, दैशिकसम्बन्धः अधीतः, कालिकसम्बन्धः, एतत् सर्वं कल्पितमेव, तत्र वस्तुतः अस्ति इति वा नास्ति. किन्तु व्यवहारार्थं तत्र अहं तु भवतां वक्तव्यं किमपि, तत्र भवतः बोधः मया कार्यः, तर्हि एतादृशसम्बन्धं स्वीकृत्य उक्तं. तर्हि इदानीं सामादादिकरण्यम् इति निरूपणीयं मया. ययोः मध्ये सामानाधिकरण्यम् अस्ति तयोः मध्ये एव सहचारः अस्ति इति वक्तुं शक्यते. तर्हि एकस्मिन् पार्श्वे पृथिवी अस्ति, अन्यस्मिन् पार्श्वे तत्र गन्धः अस्ति. गन्धः तु पृथिव्यां समवायसम्बन्धेन वर्तते इति वयं जानीमः. तर्हि कथं वा तयोः मध्ये सामानाधिकरण्यं वक्तुं शक्यते इति पृष्टे सति तत्र पुनः पृथिवी पृथिव्यां तादात्म्यसम्बन्धेन वर्तते, गन्धः पृथिव्यां समवायसम्बन्धेन वर्तते. इदानीं पृथिवीगन्धयोः मध्ये सामानाधिकरण्यम् अस्ति, तेन तत्र तयोः मध्ये सहचारः अस्ति इति निरूपयितुं शक्यते इति ते तैः स्वीकृतम्. तत्र रिफ्लेक्षन् प्रतिबिम्बः वा वस्तुद्वयमस्ति वा इति नास्ति, केवलं व्यवहारार्थम् एतादृशं वयं वदामः. हा, नो चेत् प्रश्नः उदेति. सदृशः प्रश्नः अस्ति अत्र. कारणं कार्येण सह कार्यम् अपि कारणयोः समानाधिकरणीयम् अस्ति, तत्तु समीचीनं. किन्तु घटे घटत्वम् अपि च प्रतियोगिता अस्ति, तयोः मध्ये अपि समानाधिकरणीयम् अस्ति, तत्र अपि सहचारः अस्ति इति भाति. अतः यत्र यत्र सहचारः अस्ति तत्र तत्र कारणकार्यभावः अस्ति इति नास्ति इति समीचीनं वा? हा, समीचीनप्रश्नः. प्रायः अन्याः अपि अन्ये अपि अवगतवन्तः इति अहं चिन्तयामि. पुनः वदामि, चिन्तयामः, इदानीमेव चिन्तयामः. घटे प्रतियोगिता इति धर्मः अस्ति, घटे घटत्वम् इति जातिः अस्ति. इदानीं भगिन्याः प्रश्नः, तत्र घटत्वम् अपि च प्रतियोगिता अनयोः मध्ये समानाधिकरण्यं वर्तते, तत्तु सत्यम्. इदानीं घटः इति समानाधिकरणम् अस्ति तयोः इति कृत्वा, घटत्वम् अपि च प्रतियोगिता अनयोः मध्ये समानाधिकरण्यं वर्तते. समानाधिकरण्यं वर्तते चेत् तत्र सहचारः अस्ति एव, अपि च अन्वयसहचारः अपि वक्तुं शक्यते. तत्र घटत्वसत्त्वे प्रतियोगितासत्त्वं, घटत्वाभावे प्रतियोगिता अभावः इति अन्वयसहचारः व्यतिरेकसहचारः द्वयमपि वक्तुं शक्यते. तर्हि घटत्वमेव प्रतियोगितायाः कारणं वा इति प्रश्नः भगिन्याः. तस्य उत्तरं अन्येषां किं चिन्तनमस्ति इति चिन्तयति इति श्रुत्वा तदनन्तरं मम उत्तरं दास्यामि. अन्येषां चिन्तनम् अत्र किं, घटत्वप्रतियोगितायाः मध्ये कारणकार्यभावः अस्ति वा न वा? यत्र यत्र घटत्वम् अस्ति तत्र प्रतियोगिता अस्ति महोदय. यत्र यत्र घटत्वं नास्ति तत्र प्रतियोगिता नास्ति. सत्यम्. अहं चिन्तयामि यत् कार्यकारणभावः अस्ति इत्येव चिन्तयामि. अन्येषां चिन्तनम् आं महोदय, कार्यकारणभावम् अस्ति इति अहं मन्ये. उत्तमम्. अन्येषाम् अन्यस्य यस्य कस्यापि भिन्नचिन्तनमस्ति वा? अस्तु, तर्हि मम चिन्तनं प्रतियोगितापि धर्मः अस्ति, द्वयोः धर्मयोः मध्ये. पुनः पुनः वदतु महोदय, घटत्वमिति धर्मः नास्ति, घटत्वमिति जातिः, भिन्नपदार्थः. हा, सत्यं, जातिः अस्ति, अपि च प्रतियोगिता इति धर्मः. प्रतियोगिता इति धर्मः वस्तुतः अस्ति वा अस्माभिः कल्पितं वा? कल्पितम् एव, व्यवहारार्थं कल्पितम्. तदा कथम् एतयोः मध्ये कार्यकारणभावः कल्पयितुं शक्यते तु वस्तुतः अस्ति इति तत्रापि तदेव मम चिन्तनमस्ति यतोहि ये निकषाः सन्ति कार्याधिकरणे स्थातव्यं कार्याधिकरणे सर्वदा स्थातव्यं कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यं पूर्वक्षणमपि नास्ति प्रतियोगितायाः धर्म घटत्वमध्ये अतः किञ्चित् अपि च द्वयोः मध्ये समानाधिकरणम् अस्ति तर्हि किं कस्य कारणं भवितुम् अर्हति तदपि एकः प्रश्नः यतः मम मनसि कार्यकरणं भावं नास्ति इति किन्तु किमर्थं तत्र स्पष्टतया वदतु किमर्थं कार्यकारणभावः नास्ति एकमेव वाक्यं वक्तव्यम् यतोहि प्रतियोगितायाः उत्पत्तिः नास्ति घटत्वस्य अपि उत्पत्तिः नास्ति अतः द्वयोः द्वे अपि द्वे अपि कार्यं भवितुं न अर्हतः तदेव तत्र द्वयमपि इति न तावत्पर्यन्तं न वक्तव्यं तत्र प्रतियोगिता इति कार्यं नास्ति इति वदामश्चेत् पर्याप्तं भवति यदि प्रतियोगिता कार्यं नास्ति तर्हि कारणत्वस्य चिन्तनमेव न कार्यं प्रतियोगिता इति कार्यं नास्ति प्रतियोगिता इति कल्पितधर्मः केवलं व्यवहारार्थम् अस्माभिः कल्पितम् प्रतियोगिता इति कश्चन धर्मः अस्माभिः कल्पितः केवलं व्यवहारार्थम् अभावस्य व्यवहारार्थम् अस्माभिः कल्पितं तर्हि प्रतियोगिता इति वस्तु इदानीं घटः इति कार्यमस्ति द्रव्यमस्ति घटः इति द्रव्यमस्ति घटत्वम् इति जातिः अस्ति किन्तु प्रतियोगिता इति कश्चन धर्मः अस्माभिः कल्पितं तर्हि तादृशकल्पनस्य कार्यम् इति वदामश्चेत् तत्र यत्किमपि अस्माभिः कल्पयितुं शक्यते इदानीं शशशृङ्गं शशस्य शृङ्गमेव नास्ति किन्तु शशशृङ्गम् इति मया कल्पयित्वा इदानीं तस्य कारणं वदतु इति तादृशप्रश्नः अनर्थं भवति तर्हि यत्र कार्यकारणभावस्य विषये चिन्तनं प्रवर्तनीयम् इति चेत् प्रथमम् एकं कार्यं वा इति निश्चयित्वा तदनन्तरं चिन्तयामश्चेत् समीचीनतया अस्माकं चिन्तनं प्रवर्तते अतः यत्र यत्र यत्सत्त्वे यत्सत्त्वं यदसत्त्वे यदसत्त्वं तस्य व्यभिचारः अत्र दृश्यते इति मम चिन्तनमस्ति यतोहि अत्र भगिनी एकनिमिषं क्षम्यतां तत्र यत्सत्त्वे यत्सत्त्वं यदभावे यदभावः तत्र यत् इत्यनेन यत्किमपि नास्ति कारणसत्त्वे कार्यसत्त्वं कारणाभावे कार्याभावः इति एव तस्य अवगमनं भवेत् यत् इत्यनेन कारणं प्रथम यत् कारणं बोधयति द्वितीयं यत् कार्यं बोधयति तर्हि यत् कार्यमेव नास्ति तत्र कथं वा एतादृशचिन्तनं कर्तुं शक्यते इदानीं प्रतियोगिता इति कार्यमेव नास्ति तस्य उत्पत्तिः हा तर्हि अत्र वदतु भगिनि यत्र यत्र सहचारः अस्ति तत्र तत्र सामानादिकरण्यं भवतु किन्तु कार्यकारणभावः अस्ति न वा तद् द्रष्टव्यम् हा प्रथमं तत्र अन्वयसहचारः व्यतिरेकसहचारः इति एतत् सर्वं एतस्मिन् एतेषां विषये चिन्तनस्य पूर्वमेव प्रथमं यः कोऽपि कार्यमस्ति वा इति चिन्तनीयं कार्यं नास्ति चेत् तस्मात् अग्रे न गन्तव्यं कार्यमस्ति वा इदानीं कयोः मध्ये अस्माकं चिन्तनं घटत्वम् अपि च प्रतियोगिता कार्यमस्ति वा नास्ति अस्माकं केवलं कल्पनमेव तत् तर्हि तदनन्तरम् इदानीं तत्र तत्सत्त्वे तत्सत्त्वम् इति एतादृशचिन्तनमेव न कार्यं कुर्मश्चेत् एतादृशक्लेशः भवति विजया भगिनी कार्यं कारणं तयोः सामान्यधिकरणीयं सामान्यधिकरणम् एकस्मिन् स्थले एव भवन्ति इति सिद्धान्तः वदन्ति खलु सत्यं आम् एकस्मिन् स्थले एव एकस्मिन् अधिकरणे नास्ति आम् एकस्मिन् अधिकरणे एव कार्यं कार्यकारणं तयोः मध्ये चलन्ति भवन्ति अतः किमपि तत्र क्लेशः नास्ति खलु तत्र इत्युक्ते कुत्र इदानीं यद् सीमा भगिन्या उक्तं वा घटत्वं घटे विद्यते प्रतियोगिता अपि घटे विद्यते तर्हि समान अधिकरणं घटः अस्ति कयोः घटत्वम् अपि च प्रतियोगितायाः प्रतियोगितयोः समान अधिकरणं घटः अस्ति तर्हि इदानीं घटत्वम् अपि च प्रतियोगितायाः मध्ये सामानाधिकरण्यम् अस्ति एव तत्र किमपि क्लेशः नास्ति सामानाधिकरण्यं तु अस्ति निश्चयेन अस्ति किन्तु इदानीं प्रतियोगिता कार्यमेव नास्ति इत्यतः तत्र अन्वयसहचारः वा व्यतिरेकसहचारः अस्माभिः न कर्तव्यम् प्रथमम् एतद् कार्यं वा नो चेत् कल्पितं वा इति चिन्तनीयं कल्पितं चेत् कार्यं नास्ति इदानीं घटः कपालात् घटः उत्पन्नः घटः अस्माभिः कल्पितं वा नास्ति घटः तु वस्तुतः तत्र अस्ति तर्हि इदानीं घटः इति कार्यमस्ति तस्य कारणं किं भवितुम् अर्हति इति तदनन्तरं तत्र तत्सत्त्वे तत्सत्त्वं यत्सत्त्वे यत्सत्त्वं यत् यदभावे यदभावः इति एतादृशचिन्तनं योग्यमस्ति इदानीं गन्धपृथिव्योः मध्ये गन्धः इति गुणः वस्तुतः अस्ति अस्माभिः कल्पितं नास्ति सुगन्धः दुर्गन्धः इति अस्माकं मनसि तत्र भ्रान्त इव तादृशचिन्तनं नास्ति गन्धः तु अस्ति एव दुर्गन्धः अस्ति चेत् दुर्गन्धः अस्ति एव तर्हि दुर्गन्धः इति कार्यम् अस्ति तस्य कारणं किं भवति इति पृष्टे सति तत्र पृथिवी एव कारणं भवति किमर्थम् इत्युक्ते गन्धः पृथिव्याम् एव लभ्यते अन्यत्र यत्र कुत्रापि न लभ्यते तर्हि प्रथमम् एकं कार्यम् इति निश्चेतव्यम् यदि कार्यम् इति निश्चितमस्ति तदनन्तरम् एतादृशचिन्तनं प्रवर्तयामश्चेत् क्लेशः न भवति अपि च महोदय अन्यः प्रश्नः अस्ति गन्धः कार्यमस्ति चेत् तस्य उत्पत्तिः भवति वा कदा भवति परमाणु गन्धः नास्ति पृथ्वी परमाणु अस्ति अस्तु तर्हि तस्य उत्पत्तिः परमाणुः नित्यः अस्ति अतः गन्धः अपि नित्यः अस्ति वा नास्ति नास्ति अत्र नैयायिकानां चिन्तनं कथमस्ति अग्रे एतत् सर्वम् आयास्यति किन्तु किञ्चिदिव वदामि परमाणुद्वयम् इदानीं पृथिवीपरमाणुद्वयं स्वीकुर्मः पृथिवीपरमाणौ अपि गन्धः विद्यते एव तर्हि इदानीं किं कार्यं भवति भविष्यति इति चेत् जणुकस्य उत्पादनं भवति इति चिन्तयतु जणुकस्य उत्पादनं तर्हि जणुकस्य उत्पत्तेः पूर्वक्षणे परमाणुद्वयं पृथिवीपरमाणुद्वयं वर्तते तयोः गन्धः अपि वर्तते इति वस्तुस्थितिः इदानीम् अग्रिमक्षणम् आयातं तत्र कार्योत्पत्तिक्षणम् आयातं तर्हि प्रथमं तत्र पृथिवीपरमाणोः मध्ये संयोगः जायते संयोगस्य जातस्य अनन्तरं तत्र इदानीं द्यणुकम् इति नूतनद्रव्यम् उत्पद्यते यथा घटः तथा द्यणुकम् इति नूतनद्रव्यम् उत्पद्यते इदानीं नैयायिकाः किं वदन्ति एकक्षणं सर्वाणि कार्याणि एकक्षणं निर्गुणं तिष्ठन्ति इति तेषां मतमस्ति तर्हि इदानीं द्यणुकं जातं यस्मिन् द्यणुकौ किमपि गुणः नास्ति द्यणुकं यद् इदानीम् अस्मिन् क्षणे यद् उत्पन्नमस्ति तत् निर्गुणमस्ति तस्मात् अग्रिमक्षणे तस्मिन् नूतनगुणः उत्पद्यते गन्धः इति नूतनगुणः उत्पद्यते सः गुणः केन उत्पन्नम् इति चेत् पृथिवीपरमाणौ विद्यमानगुणात् गुणाभ्यां नूतनगन्धम् उत्पन्नं कुत्र जणुके तर्हि गन्धस्य उत्पत्ति द्युणुके विद्यमानगन्धस्य उत्पत्तिः नैयायिकाः स्वीकुर्वन्ति, किन्तु परमाणु विद्यमानस्य गन्धस्य उत्पन्नं ते न स्वीकुर्वन्ति इति तेषां सिद्धान्तः. अग्रे अग्रे इतोपि किञ्चित् अग्रे एतत् सर्वम् आयास्यति. अस्तु अस्तु, धन्यवादः. हा अस्तु, हा तर्हि अद्यतनपाठं प्रति गच्छेम. अन्वयव्यतिरेकव्यभिचारौ इति अस्ति. हा शिवराममहोदय, भवान् आरब्धुमिच्छति वा? आं महोदय. हा पठतु महोदय. एतद् विपरीतेन कारणत्वेन अभिमते सत्यपि कार्योत्पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः विद्यमानत्वं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः इति उच्यते. इह हि कारणत्वेन अभिमतस्य सत्त्वेपि कार्यत्वेन अभिमतस्य असत्त्वम् एवं कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यत्वेन अभिमतस्य उत्पत्तिः व्यतिरेकव्यभिचारः इति उच्यते. यथा तन्तुः घटे प्रति कारणं न वा इति सन्देहे तन्तौ सत्यापि घटः न उत्पद्यते इति ज्ञानवतः तत् अन्वयव्यभिचारज्ञानं भवति. एवं घटोत्पत्तिदेशे तन्तौ असत्य अपि घटः उत्पद्यते इति जानानस्य तत् व्यतिरेक व्यभिचारज्ञानं भवति. ज्ञानवतः इति अस्ति महोदय तत्र, न उत्पद्यते इति ज्ञानवतः. येषां तादृशज्ञानमस्ति ते एव ज्ञानवतः. तद् एवं घटोत्पत्ति देशे तन्तौ वसति अपि पटः उत्पद्यते इति ज्ञानानस्य जानानस्य जानानस्य तत् व्यतिरेकविचारज्ञानं भवति. उत्तमं, किञ्चित् वक्तुं प्रयत्नं करोति वा? भवानेव आरम्भं करो, एतद् विपरीतेन भवानेव किञ्चित् विवरणं करोतु. श्रुतवान्? अस्तु, तर्हि श्रीराममहोदय वदति वा अत्र किमस्ति इति, यदि आवश्यकं चेत् पुनः पङ्क्तिशः पठित्वा वदतु. तत्र अभिमते इत्युक्ते कः अक्सेप्टेड्? हा इदानीं तत्र सीमा भगिन्या यत् प्रश्नं कृतम् अस्य प्रश्नस्य मुख्यबिन्दुः अस्ति इति अभिमतः इति, इत्युक्ते इदानीं घटः इति कार्यम् इति सर्वैः अभिमतम् इत्युक्ते इट् हेस् बीन् अक्सेप्टेड् एस् एन् एफेक्ट्. अपि च तन्तवः कारणम् इति सर्वैः अभिमतम्. तर्हि इदानीं तन्तुघटयोः मध्ये कार्यकारणभावः अस्ति वा इति प्रश्नः. तर्हि तदेव इदानीम् अस्माभिः उक्तं, प्रथमं कार्यम् इति अस्माकम् अभिमतमस्ति वा इति चिन्तनीयं, तदनन्तरमेव तत्र सहचारः वा व्यभिचारः वा अन्वयः व्यतिरेकः वा कर्तव्यम्. इदानीं प्रतियोगिता इति कार्यम् इति अस्माकम् अभिमतं नास्ति, तर्हि ततः अनन्तरं न प्रवर्तनीयम् अस्माकं चिन्तनम्. अस्तु इदानीं वदतु. एतद् वैपरीत्येन कारणत्वेन अभिमते सत्यपि कार्योत्पत्तिः यत्र न भवति तत्र कारणस्य अन्वयः तत्र विद्यमानत्वं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति इति अयम् अन्वयव्यभिचारः इत्युच्यते. अस्मिन् वाक्ये अन्वयव्यभिचारः इति किम् इति वदति आचार्यः. एतद् वैपरीत्येन विपरीतरीत्या कारणत्वेन अभिमते, यदा कारणत्वं स्वीकृतम् अस्ति, कार्य उत्पत्तिः यत्र न भवति, कारणत्वं स्वीकृतम् अस्ति तु कार्य उत्पत्तिः नास्ति, तत्र कारणस्य अन्वयः, तत्र कारणस्य अन्वयः अस्ति, कारणस्य अन्वयः अस्ति, कारणस्य अन्वयः इत्युक्ते तत्र कारणस्य अस्तित्वम् अस्ति अथवा कारणः कारणं विद्यमानम् अस्ति, विद्यमानत्वम् इति यद्यपि वर्तते, कारणं यद्यपि वर्तते परं कार्यस्य विद्यमानत्वं नास्ति, इदानीं कार्यस्य विद्यमानत्वं तस्य उत्पत्तिः नास्ति नास्ति इति अयम् अन्वयव्यभिचारः इति उच्यते. अन्वयव्यभिचारः इत्युक्ते कारणसत्त्वे कार्य असत्त्वं सत्यम् इति आशयः. सत्यं तर्हि इदानीं तत्र घटः अपि च तन्तवः तन्तुः उपयुज्य वदतु. तत्र तन्तुसत्त्वे घट असत्त्वम्. उत्तमं. घटः कार्यमस्ति, तन्तुकारणं कारणं कारणसत्त्वे कार्य अभावः. हा, इतोपि किञ्चित् स्पष्टतया वक्तुं शक्यते. तत्र तन्तुः कारणम् इति वयं जानीमः, कस्य? पटस्य. पटस्य कारणं. पटस्य कारणं, किन्तु तन्तुः कारणं, तर्हि तन्तौ कारणत्वम् अस्ति. एवमेव घटः कार्यम् इति वयं जानीमः, तर्हि घटे कार्यत्वम् अस्ति. तर्हि कारणत्वे अस्माकं तन्तोः कारणत्वे अस्माकम् अभिमतम् अस्ति, घटस्य कार्यत्वे अस्माकम् अभिमतम् अस्ति. इत्युक्ते घटः कार्यम् इति अस्माभिः स्वीकृतं, तन्तुः कारणम् इति अपि अस्माभिः स्वीकृतं, तथापि तन्तुघटयोः मध्ये परस्परं कार्यकारणभावः अस्ति वा इति पृष्टे सति नास्ति. तन्तुः अस्ति, तथापि घटः तन्तोः न उत्पद्यते. तत्र तन्तुः कारणं नास्ति, तन्तौ कारणत्वं नास्ति इत्यनेन नास्ति, किन्तु तन्तवः घटस्य कारणं नास्ति इत्यतः घटस्य उत्पादनं न भवति. तर्हि कारणम् अस्ति किन्तु कार्यं न उत्पद्यते. तन्तौ सत्त्वे, तत्र तन्तुः सत्त्वे घटस्य घट असत्त्वं, तन्तुसत्त्वे घट असत्त्वं घटासत्त्वम् इति अन्वयव्यभिचारः. एकमस्ति, अन्यद् नास्ति. कारणमस्ति, कार्यं नास्ति चेत् व्यभिचारः. एकमस्ति, क्षम्यताम्, एकमस्ति अन्यद् नास्ति चेत् व्यभिचारः. व्यभिचारः, किन्तु इदानीम् अन्वयव्यभिचारः इति किमर्थं वदामः इति चेत् तत्र कारणम् अस्ति किन्तु कार्यं नास्ति, तर्हि एतद् अन्वयव्यभिचारः. हा, इदानीं व्यतिरेकव्यभिचारः किमिति वदतु. व्यतिरेकव्यभिचारः इत्युक्ते कार्यम् अस्ति तु कारणं नास्ति. कार्यत्वम् अस्ति, कारणत्वं नास्ति. एकम् तत्र द्वितीय तत्र यहि कारणत्वेन अभिमतस्य सत्येपि कार्यत्वेन अभिमतस्य असत्त्वम् इति अस्ति. हा, इति व्यतिरेकव्यभिचारः. तर्हि तत्र तत्सत्त्वे तत्सत्त्वं, यत्सत्त्वे यत्सत्त्वम् इति वदामश्चेत् अन्वयसहचारः, यदभावे यदभावः इति वदामश्चेत् अन्वय व्यतिरेकसहचारः, क्षम्यतां, व्यतिरेकसहचारः. यत्सत्त्वे यदभावः इति वदामश्चेत् अन्वयव्यभिचारः, यदभावे यत्सत्त्वम् इति वदामश्चेत् व्यतिरेकव्यभिचारः. तर्हि कपा तत्र कपालसत्त्वे घटसत्त्वम् अन्वयसहचारः, कपालाभावे घटाभावः अन्वय सरि व्यतिरेकसहचारः, व्यतिरेकसहचारः तन्तुसत्त्वे घटाभावः, तन्तुसत्त्वे घटाभावः इति व्यतिरेकसहचारः सारि क्षम्यताम् अन्वय अन्वयव्यभिचारः तन्तुसत्त्वे घटाभावः इति अन्वयव्यभिचारः किमिति व्यतिरेकव्यभचारः न न घट कपालसत्त्वे क्षम्यतां तन्तुसत्त्वे घट अभावः इति अन्वयव्यभिचारः तन्तु अभावे घट उत्पत्तिः घटसत्त्वम् इति व्यतिरेकव्यभिचारः अस्तु तत्र श्रीरामहोदय पुनः वदतु यद् मया इदानीम् उक्तम् अस्तु महोदय तत्र कपालसत्त्वे घटसत्त्वम् इति अन्वयसहचारः कपालसत्त्वे घट असत्त्वं व्यतिरेकसहचारः तदनन्तरं तन्तुसत्त्वे घट एतादृशं तत्र भ्रमः जायते तर्हि प्रथमम् अन्वयसहचारः तदनन्तरं व्यतिरेकसहचारः इति उक्त्वा तदनन्तरम् अन्वयव्यभिचारः व्यतिरेकव्यभिचारः इति तादृशं वदति प्रथमं अन्वयसहचारः वदतु तदनन्तरं कपालसत्त्वे घट अभावः व्यतिरेकसहचारः न न न न न कपालसत्त्वे कपालसत्त्वे घटसत्त्वं घटसत्त्वं कपालसत्त्वे घट असत्त्वं व्यतिरेकसहचारः तत्र असत्त्वम् इत्यस्मिन् स्थाने महोदय अभावः इति वदतु इतोपि समीचीनतया अस्माकं बुद्धौ प्रतीयते तत्र कपाल अभावे घटाभावः व्यतिरेकसहचारः तन्तुसत्त्वे तत्र घट घटसत्त्वं घटाभावः अन्वयव्यभिचारः असत्त्वे घटसत्त्वं तत् व्यतिरेकव्यभिचारः तन्तु अभावे घटसत्त्वम् इति व्यतिरेकव्यभिचारः व्यभिचारः किमर्थम् इत्युक्ते तत्र सामानाधिकरण्यं न भवति यत्र सामानाधिकरण्यम् अस्ति तत्र सहचारः व्यभिचारे सामानाधिकरण्यं न भवति इति निरूपितं तत्र एकमेव स्वीकृत्य वदति वा तत्र व्यभिचारः कथम् इति इदानीं तन्तुघटयोः मध्ये व्यभिचारः निरूपयतु तन्तुघटयोः मध्ये व्यभिचारः व्यभिचारः इत्युक्ते समानाधिकरणं न भवति समानाधिकरण्यं समान अधिकरणं न भवति सत्यं तन्तु एकनिमिषं महोदय किञ्चित् चिन्तयामि तत्र अस्तु सीमा भगिनी वदतु एकनिमिषं सीमा सीमा भगिनी वदतु तन्तुसत्त्वे घटाभावः अन्वयव्यभिचारः इदानीं व्यभिचारं व्यभिचारं निरूपणीयं तन्तुसत्त्वे घटाभावः अन्वयव्यभिचारः, कारणमस्ति कार्यं नास्ति, कार्यस्य अभावः अस्ति, सः अन्वयव्यभिचारः अस्ति. तन्तु अर्थस्य अथवा तन्तु अभावे घटाभावः व्यतिरेकव्यभिचारः अस्ति. न न भगिनी क्षम्यतां, तत्र मम प्रार्थना एवमस्ति, व्यभिचारः इत्युक्तम् इत्युक्ते किं, सहचारः इत्युक्ते सामानाधिकरण्यम्, व्यभिचारः इत्युक्ते सामानाधिकरण्यं नास्ति. तर्हि तन्तुघटयोः मध्ये सामानाधिकरण्यं नास्ति इति निरूपयतु, तावदेव निरूपयतु. तर्हि चिन्तनं कथं प्रवर्तनीयम् इति चेत् तन्तवः कुत्र विद्य कुत्र तन्तुः कुत्र अस्ति इति चिन्तनीयं, समानाधिकरणस्य एव चिन्तनं किल इदानीम्. तर्हि तन्तौ तन्तुः तादात्म्यसम्बन्धेन वर्तते, किन्तु तन्तौ घटः केनापि सम्बन्धेन न वर्तते, अतः तन्तु घटयोः मध्ये सामानादि करणीयं नास्ति. उत्तमम् इति इति वक्तव्यं. तन्तुः तन्तौ तादात्म्यसम्बन्धेन वर्तते, किन्तु घटः तन्तौ येन केनापि सम्बन्धेन न भवितुम् अर्हति इत्यतः तयोः मध्ये तन्तुघटयोः मध्ये सामानाधिकरण्यं नास्ति. उत्तमं, तत्र तर्हि व्यभिचारः निरूपितः. तर्हि व्यभिचारः स्थलद्वये अपि इत्युक्ते अन्वयव्यभिचारे व्यतिरेकव्यभिचारे अपि एतदेव चिन्तनं घटतन्तोः मध्ये. व्यतिरेकव्यभिचारमध्ये किं वक्तव्यम् अन्यत् रीत्या, कपाले कपाले घटः वर्तते समवायसम्बन्धेन, किन्तु कपाले तन्तुः तन्तवः केनापि सम्बन्धेन वर्तुं न वर्तुं न अर्हन्ति, अतः घट तन्तोः घट धन्यवादः घटतन्तोः सामानाधिकरणीयं नास्ति. उत्तमं, बहु बहु उत्तमचिन्तनं. तर्हि अन्वयव्यभिचारे तत्र समानाधिकरणं समानाधिकरणं किम् इति चेत् तन्तवः तन्तुः एव समानाधिकरणं. तन्तुः तन्तौ तादात्म्यसम्बन्धेन वर्तते, किन्तु घटः तन्तौ केनापि सम्बन्धेन वर्तते इति कृत्वा तन्तुघटयोः मध्ये सामानाधिकरण्यं नास्ति. इदानीं व्यतिरेकव्यभिचारस्थलौ तत्र घटः कपाले तत्र किं समानाधिकरणम् इति चेत् कपालः, तत्र घटः कपाले समवायसम्बन्धेन वर्तते, किन्तु कपाले तन्तवः केनापि सम्बन्धेन न भवति इति कृत्वा घटतन्त्वोः मध्ये सामानाधिकरण्यं नास्ति. तर्हि तत्र समान अधिकरणं किम् इत्यत्र भेदः वर्तते. अन्वय व्यभिचारे तन्तवः तन्तुः एव समानाधिकरणं, व्यतिरेकव्यभिचारे कपालः समानाधिकरणं समानाधिकरणम्. अन्वयसहचारे तत्र इदानीं कपालं घटः इति कार्यम् इति स्वीकुर्मश्चेत् कपालः एव समान अधिकरणम्. अन्वय व्यतिरेकसहचारे अन्यत् यत्किमपि इदानीं तन्तुः इति स्वीकुर्मः तदेव समानाधिकरणं भवति, कपालस्य कपाल अभावस्य अपि च घटोः अभावस्य. उत्तमं, बहु समीचीनं. तर्हि अग्रे गन्तुं शक्यते, तत्र चित्रमस्ति. हा तर्हि सीमा भगिनी भवती एव तत्र चित्रं निरूपयतु, अत्र किमस्ति इति. चित्रं तु पञ्चाशीतिपुटे अस्ति आं महोदय. ओ क्षम्यताम्, ओ हा अस्तु अस्तु हा क्षम्यतां, तत्र किञ्चित् आमामां बहु किमपि पठनीयमस्ति तस्मात् पूर्वम्. अस्तु पठतु भगिनि तर्हि. अन्वयव्यभिचारज्ञानं भवति चेत् अन्वयसहचारज्ञानं नोत्पद्यते. कथं हि तन्तौ सत्यपि घटः नोत्पद्यते इति अन्वयव्यभिचारज्ञानतः पुरुषस्य तन्तौ सति पटः उत्पद्यते इति अन्वयसहचारज्ञानं सम्भवति. एवं व्यतिरेकव्यभिचारज्ञानं भवति चेत् व्यतिरेकसहचारज्ञानं नोत्पद्यते. कपाले अविद्यमानेऽपि घटोत्पत्तिः इति व्यतिरेकव्यभिचारे गृहीते कपाले अविद्यमाने न पटोत्पादः इति व्यतिरेकसहचारः न गृह्यते एव. तावत्पर्यन्तं महोदय. अत्र दत्तमस्ति अन्वयव्यभिचारज्ञानम् अपि अन्वयसहचारज्ञानं तयोः मध्ये विरोधः अस्ति. यत्र अन्वयव्यभिचारज्ञानं भवति तत्र अन्वयसहचारज्ञानम् उत्पत्तिः न भवति एव. अपि च अन्वयव्यभिचारज्ञानम् अपि च क्षम्यतां व्यतिरेकव्यभिचारज्ञानम् अपि च व्यतिरेक सहचारज्ञानम् अपि तयोः मध्ये विरोधः अस्ति. अतः यस्य व्यतिरेकव्यभिचारज्ञानं भवति तस्य व्यतिरेकसहचारज्ञानं न भवति एव. अत्र दृष्टान्तद्वयम् अस्ति. तन्तौ सत्यपि घटः नोत्पद्यते इति व्यभिचार अन्वयव्यभिचारज्ञानमस्ति. अतः तस्य पुरुषस्य ज्ञानं भवति तन्तुः अस्ति घट उत्पत्तिः नास्ति. तस्य पुरुषस्य तन्तौ सति पटः उत्पद्यते इति अन्वयसहचारज्ञानं कथं सम्भवति इति दत्तमस्ति. यतोहि तन्तौ घटः मध्ये कार्यकारणभावः नास्ति किन्तु तन्तौ पटः मध्ये कार्यकारणभावः अस्ति. तन्तौ घटः मध्ये अन्वयव्यभिचारज्ञानं भवति चेत् तस्य अन्वयसहचारज्ञानं न सम्भवति. अपि च व्यभिचार व्यतिरेकव्यभिचार ज्ञानस्य दृष्टान्तः अस्ति कपाले अविद्यमाने अपि घटोत्पत्तिः. अत्र कपालः नास्ति चेद् अपि पटस्य उत्पत्तिः भवति इति व्यभिचारः व्यभिचारज्ञानं यः गृह्णाति तस्य कपाले अविद्यमाने तस्य कपालं नास्ति चेत् पटस्य अभावः भवति एव. सः व्यतिरेकसहचारस्य ज्ञानं न भवति. सत्यं. तर्हि अत्र लघ्वीकृत्वा एतादृशं वक्तुं शक्यते. अत्र बहु किमपि लिखितमस्ति किन्तु अत्र मुख्यवार्ता किम् अस्ति इति चेत् सामानाधिकरण्यं नास्ति. द्वयोः मध्ये सामानाधिकरण्यं नास्ति इति ज्ञानमस्ति चेत् सामानाधिकरण्यम् अस्ति इति ज्ञानं न भवति किल. सामानाधिकरण्यं नास्ति इत्युक्ते किं? व्यभिचारः. सामानाधिकरण्यम् अस्ति इत्युक्ते किं? सहचारः. तर्हि व्यभिचारस्य ज्ञानमस्ति चेत् सहचारः न भवति. सत्यं. सहचारः इति ज्ञानमस्ति चेत् व्यभिचारः न भवति इति एव अत्र मुख्यवार्ता. तर्हि अग्रे भवती एव पठतु भगिनि. फलतः अन्वयव्यभिचारज्ञानात् न अन्वयसहचारज्ञानं व्यतिरेकव्यभिचारज्ञानात् न व्यतिरेकसहचारज्ञानम् उभयविद् सहचारज्ञाने अनुत्पन्ने तन्तुः घटं प्रति कारणम् इति कारणता ज्ञानम् अपि नोत्पद्यते. अत्र तदेव दत्तमस्ति. यत्र अन्वयव्यभिचारज्ञानमस्ति तत्र अन्वयसहचारज्ञानं न भवति. यत्र व्यतिरेकव्यभिचारज्ञानमस्ति तत्र व्यतिरेकसहचारज्ञानं न भवति. अतः सहचारज्ञानं यदि तस्य उत्पत्तिः नास्ति तर्हि तन्तुः घटयोः मध्ये कार्यकारणभावः भावस्य ज्ञानम् अपि न उत्पद्यते. हा, तर्हि उभयविधसहचारज्ञान उत्पन्ने कार्यकारणभावः निश्चितः भवति. उभयविधसहचारज्ञान अनुत्पन्ने इत्युक्ते उभयविधव्यभिचारज्ञान उत्पन्ने कार्यकारणभावः नास्ति इति निश्चयितुं शक्यते. उत्तमं, तर्हि अग्रे गन्तुं शक्यते. इदानीम् अपूर्वविषयः अत्र आरम्भः अस्ति. तर्हि बालसुब्रह्मण्यं महोदय पठति वा. तत्र अपरो अयं विशेषः एवं वा? ततः तत्र अपरः अयं विशेषः कारणत्वेन अभिमतस्य पदार्थस्य सत्त्वे अपि कदाचित् कार्य उत्पत्तिः न भवति. यथा दण्डः, चक्रं, कपाल इमानि घटकारणानि इति सर्वसम्मतम्. परन्तु कपालद्वयसंयोगरूपकारणं न उत्पद्यते चेत् घट उत्पत्तिः न भवति. तथापि तु दण्डादीनां कारणता न अपगच्छति. सर्वकारणसत्त्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते. सर्वकारणसत्त्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते. हा, अस्तु, अत्र किमस्ति? न अपगच्छति इत्युक्ते अपगच्छति दण्डादीनां कारणता न अपगच्छति. तत्र कारणता अस्ति एव, न अपगच्छति इत्युक्ते दण्डादीनां, दण्डः, चक्रम् इत्येतेषां कारणता अस्ति, इत्येतेषु कारणता अस्ति. यद्यपि सा कारणता न अपगच्छति तथापि कार्यं न उत्पद्यते. किमर्थम्? कार्यं तु यतोहि कारणमस्ति, दण्डादीनां कारणम् अस्ति, परन्तु कपालः नास्ति. न, तत्र परन्तु इति अनन्तरं किं लिखितमस्ति पुनः एकवारं पठतु. परन्तु कपालद्वयसंयोगरूपकारणं न उत्पद्यते. तर्हि अत्र किं लिखितं? न उत्पद्यते चेत् घट उत्पत्ति किं न उत्पद्यते? घटं न उत्पद्यते. हा, तर्हि न अत्र कारणं किं कारणं न उत्पद्यते चेत् अत्र कारणं किं? कारणमिति कपालद्वयसंयोगरूपकारणं कपालद्वयोः संयोगरूपकारणं न. तत्र रूप इति पदं त्यजतु, तत् चिन्तित् किञ्चित् भ्रमं कारयति. तर्हि संयोगः, यदा कपालद्वयोः मध्ये संयोगः न जायते घटस्य उत्पादनं भवति वा? न, न, न, न, उत्प न भवति. हा, यद्यपि अत्र दण्डः अस्ति, दण्डे कारणता अस्ति, चक्रमस्ति, चक्रे कारणता अस्ति, कपालद्वयमस्ति, कपालद्वये अपि कारणता अस्ति, तथापि यावत्पर्यन्तं कपालद्वयोः मध्ये संयोगः न जायते तावत्पर्यन्तं कपालः न उत्पद्यते इति कृत्वा तत्र सर्वकारणत्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते. अत्र सहचारः, व्यभिचारः एतत् सर्वमस्ति. दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इति वक्तुं शक्यते. तर्हि दण्डः घटस्य कारणम् इति निरूपितं, तथापि इदानीं घटः उत्पन्नः वा? नास्ति. किमर्थं? तत्र एकं कारणं न उत्पन्नमस्ति. एकस्य कारणस्य उत्पत्तिः न जातम्. तर्हि सर्वेषां तत्र सर्वकारणसत्त्वे इति अपि वक्तव्यं. केवलं तत्र कारणत्वकारणकार्यभावः सिद्धः भवति, किन्तु कार्यं कदा उत्पद्यते इति चेत् सर्वकारणसत्त्वे एव एकं कार्यम् उत्पद्यते इति अत्र लिखितम्. एतद् भिन्नं पठामि महोदय. तत्र अपरोऽयं विशेषः कारणत्वेन अभिमतस्य पदार्थस्य सत्त्वे अपि कदाचित् कार्य उत्पत्तिः न भवति. यथा दण्डः चक्रं कपालः इमानि घटकारणानि इति सर्वसम्मतं, परन्तु कपालद्वयसंयोगरूपकारणं न उत्पद्यते, तयोः मध्ये संयोगः न उत्पद्यते चेत् कट उत्पत्तिः न भवति, तथापि तु दण्डादीनां कारणता न अपगच्छति. सर्वकारणत्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते. आम् स्पष्ट. हा तर्हि एतावत्पर्यन्तं त्रयः बिन्दवः कार्यकारण विषये अस्माभिः अधीतं. पुनः वदामि, प्रथमबिन्दुः अस्ति उभयविधसहचारज्ञाने उत्पन्ने इति लिखन्तु. उभयविधसहचारज्ञाने, तर्हि अन्वयसहचारः व्यतिरेकसहचारः इति उभयविधसहचारज्ञाने उत्पन्ने तत्र कार्यकारणभावः अस्ति, तयोः मध्ये कारणकार्यभावः अस्ति इति निश्चयितुं शक्यते इति एकं वाक्यम्. द्वितीयं वाक्यम्, उभयविधसहचारज्ञाने अनुत्पन्ने, नो चेत् उभयविधव्यभिचारज्ञाने उत्पन्ने, द्वयोः मध्ये कार्यकारणभावः नास्ति इति निश्चयितुं शक्यते इति द्वितीयबिन्दुः. इदानीं तृतीयबिन्दुः, कार्यकारणभावः इदानीं सिद्धा वर्तते, तथापि सर्वकारणसत्त्वे एव कार्यस्य उत्पत्तिः भवति. एकमपि कार्यं तत्र नास्ति चेत् अन्येषु तत्र कारणता विद्यते चेदपि कार्यं न उत्पद्यते. सर्वकारणसत्त्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते इति तृतीयबिन्दुः. इदानीं चतुर्थबिन्दुः आगच्छति. विजय भगिनी पठति वा? आं महोदय. किं विजया विजया वा? विजी इति मया उक्तं, विजया भगिनी. किञ्च दण्डः घटकारणम् इति अवधार्य ज्ञात्वा कश्चित् अत्यन्तं क्षीणं शलाकातुल्यं दण्डत्वजातिमन्दमादाय चक्रभ्रमणं चिकीर्षति चेत् किं भवेत् चक्रभ्रमणं न किं भवेत् चक्रभ्रमणम्? ओहो न, तावदपि तावदपि च न भूमौ वयं तावतापि च न भूमौ वयं दण्डः घटं प्रति न कारणम् इति, किन्तु योग्यं स्थूलं दण्डमादाय यत्स्वेति यतः यतस्वेति उपादिशामः. पूर्वत्र दण्डादिसत्येऽपि कपालद्वयसंयोग अभावात् प्रकृते च योग्यदण्ड अभावात् गतो उत्पत्ति नास्ति इति अस्ति. कारणसत्त्वे अपि न कार्यम् इति अन्वयव्यभिचारः. पुनः पठित्वा, किञ्च दण्डघटकारणम् इति अवधार्य कश्चित् अत्यन्तं क्षीणं शलकातुल्यं दण्डत्वजातिमन्तमादाय चक्रभ्रमणं चिकीर्षति चेत्. भगिनि तत्र किञ्चित् अहं साहाय्यं करोमि, तदनन्तरं पुनः पठित्वा पठति चेत् अर्थबोधः जायते. इदानीं धन्यवादः. दण्डः घटं प्रति कारणं किल? कारणं किल? आम्. तत्र कथं वा तस्य कारणस्य तस्य तस्मिन् कारणता आगतं घटं? तत्र साक्षात् दण्डेन घटं विद्यते वा? न, अन्य कारणम् अपि अस्ति किल, दण्डः कपाल तद्भवतु. इदानीं दण्डस्य उपयोगं कुत्र कुर्मः? चक्रभ्रमणार्थं। चक्रभ्रमणार्थम्। आम् आम्। चक्रस्य भ्रमणार्थं तस्य तत्र दण्डः स्वीकुर्मः, तस्य दण्डस्य उपयोगं कुर्मः। तर्हि इदानीं दण्डः इत्यतः यः कोऽपि दण्डं चक्रभ्रमणस्य चक्रभ्रमणं कर्तुं शक्यते वा इति चेत् इदानीं क्षीणदण्डं स्वीकृत्य तत्रत्य क्षीणदण्डं क्षीणदण्डं क्षीणदण्डम् इत्युक्ते प्रत्येकदण्डं न न तत्र इदानीम् ईर्कुचि अस्ति किल अस्माकं तादृश न्यून तत्र यस्मिन् दण्डत्वं न्यूनता एव अस्ति क्षीणमस्ति तस्य उपयोगम् अत्र नास्ति बलहीनदण्डं स्वीकृत्य चक्रभ्रमणं कुर्मश्चेत् किं भवेत् चक्रभ्रमणं न भवति तर्हि यद्यपि क्षीणदण्डे अपि दण्डत्वम् अस्ति तथापि तस्मिन् चक्रभ्रमण चक्रभ्रमणं कर्तुं योग्यता नास्ति बलहीनत्वात् तर्हि योग्य तत्र दण्डत्वे कारणता अस्ति चेदपि दण्डे कारणता अस्ति चेदपि अस्मिन् दण्डे क्षीणता वर्तते एषः दण्डः क्षीणदण्डः कारणं नास्ति कारणं न भवितुमर्हति किञ्च दण्डः घटकारणम् इति अवधार्य ज्ञात्वा कश्चित् अत्यन्तं क्षीणं शलकातुल्यं दण्डत्वजातिमन्तम् आदाय चक्रभ्रमणं चिकीर्षति चेत् किं भवेत् चक्रभ्रमणम् ओहो दण्डत्वम् अस्ति शीलकातुल्यं क्षीणदण्डे अपि दण्डत्वम् इति जाति अस्ति दण्डः एव दण्डः घटकारणम् इति अपि अस्माभिः ज्ञातं तदपि चक्रभ्रमणस्य उपयोगं कर्तुं न शक्यते किम् इत्युक्ते अत्र क्षीणदण्डमेव अत्र बलहीनम् अस्ति अतः उपयोगं कर्तुं न शक्यते अतः दण्डेन अनेन क्षीणदण्डेन चक्रभ्रमणं न कर्तुं शक्यते इति कृत्वा अग्रे पठतु तावदपि च न भ्रूमो वयं दण्डः घटं प्रति न कारणम् इति किन्तु योग्यं स्थूलं दण्डम् आदाय अत्र एकनिमिषं तावदपि च न भ्रूमो वयं दण्डः घटं प्रति न कारणम् इति इदानीं क्षीणदण्डेन चक्रभ्रमणं न कृतं तस्य योग्यता नास्ति तर्हि इदानीं वयं वदामः वा दण्डत् दण्डे कारणत्वमेव नास्ति इति न वदामः किल भवतापि क्षीणदण्डेन चक्रभ्रमणं न कर्तुं शक्यते अपि वयं न ब्रूमः दण्डः घटं प्रति न कारणम् इति न कारणम् इति महोदय किन्तु किं ब्रूमः किन्तु योग्यं स्थूलं दण्डम् आदाय तस्येति उपदिशाम योग्यं दण्डम् आदाय यतस्व इति उपदिशामः उपदिशामः ओहो यत्नं करोतु इति उपदिशामः यः क्षीणदण्डम् आदाय चक्रभ्रमणं कर्तुं प्रयत्नं करोति तं वयं वदामः तत्र यत्र यत्र घटः उत्पत्तिः तत्र स्थूलदण्डं स्थूलदण्डम् इति लिखितमस्ति वा तर्हि न इति न लिखितं किन्तु इदानीं दण्डमेव दण्डः इति एव लिखितम् तथापि तत्र दण्डे योग्यत्वं भवेत्, तदेव चतुर्थबिन्दुः इदानीं. कारणता अस्ति चेत् इदानीं दण्डः कारणं, तर्हि दण्डे कारणता अस्ति, तर्हि यत्र यत्र दण्डत्वं विद्यते तत्र तत्र कारणता भवेत् इति पृष्टे तादृशं नास्ति. योग्यदण्डे कारणता भवति, तर्हि योग्यत्वम् अपि कारणत्वेन एका निकषा भवति योग्यत्वं. तदेव चतुर्थबिन्दुः. पूर्वत्र दण्डादिसत्त्वेऽपि कपालदयसंयोग अभावात् प्रकृते च योग्यदण्ड अभावात् घटोत्पत्ति नास्ति इति अस्ति. कारणसत्त्वे अपि न कार्यम् इति अन्वयव्यभिचारः. दण्डादिसत्त्वे अपि दण्डादिसत्त्वे अपि कपालदयसंयोग अभावात् तत्र कार्यं न उत्पादितं पूर्वम् उत्पादितं. सर्वकारणत्वे सति सर्वकारणसत्त्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते. इदानीम् एतदेव वाक्यम् अत्र अस्मिन् पङ्क्तौ यदुक्तमस्ति तद् स्वीकृत्य वक्तव्यं चेत् योग्यकारणत्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते इति वक्तव्यते. केवलं सर्वकारणसत्त्वे इति नास्ति, योग्यकारणसत्त्वे हि पदार्थेभ्यः कार्यम् उत्पद्यते इति चतुर्थबिन्दुः. आं महोदय, योग्यदण्ड अभावात् घट उत्पत्ति नास्ति एव, अतः कारणसत्त्वे अपि न कार्यम् इति अन्वय व्यभिचारः. बुद्धं महोदय, धन्यवादः. उत्तमं स्पष्टं. तर्हि तर्हि उभयविधसहचारज्ञाने उत्पन्ने कारणता सिद्ध्यति. उभयविधव्यभिचारज्ञाने उत्पन्ने भगिनी किञ्चित् म्यूट् मध्ये भवतु भगिनी, प्रतिध्वनिः श्रूयते. तर्हि चत्वारः बिन्दवः अस्माभिः अधीताः. पुनः वदामि, उभयविधसहचारज्ञाने उत्पन्ने एकम् अन्यस्य कारणम् इति निश्चयेन वक्तुं शक्यते. उभयविधव्यभिचारज्ञाने उत्पन्ने, नो चेत् उभयविधसहचारज्ञाने अनुत्पन्ने एकम् अन्यस्य कारणं नास्ति इति निश्चयेन वक्तुं शक्यते. तृतीयबिन्दुः, सर्वकारणत्वे हि कार्यम् उत्पद्यते इति तृतीयबिन्दुः. चतुर्थबिन्दुः, योग्यकारणसत्त्वे हि कार्यम् उत्पद्यते इति चतुर्थबिन्दुः. अस्तु, अग्रे विजया भगिनी पठति वा? आं जि. एवञ्च अन्वयसहचारज्ञानं कारणताग्रहे गृहे आवश्यकं, परन्तु क्वचित् अन्वयसहचारः न ज्ञायते अपि तु अन्वयव्यभिचारः ज्ञायते चेदपि न कारणत्वे गृहे अत्यन्तं क्लेशः तत्र अन्वयसहचारज्ञानं वयं पूर्वमेव दृष्टवन्तः. तत्र किमस्ति चेत् तत्र घटतत्त्वमस्ति, अनन्तरं कपाल असत्त्वम् इति पूर्वम् एव वयं दृष्टवन्तः. तत्र सामान्याधिकरणम् अस्ति इति, तत्र कारणता ग्रहणं कारणं किम् अस्ति इति गृहे आवश्यकं. गृहे इत्युक्ते तत्र ग्रहणमेव खलु जि स्वीकरणीयम् इति ग्रहणे, परन्तु ग्रहणे परन्तु सप्तमी इति आगच्छति खलु गृहे इति, ग्रहणस्य गृहे इति, गृहे अपि च गृहे ग्रहणे द्वयमपि समानम् अस्ति. परन्तु क्वचित् अन्वयसहचारः अत्र न दृश्यते, न ज्ञायते, अपि च अन्वयव्यभिचारः. तत्र अन्वयव्यभिचारः इत्युक्ते दण्डः अस्ति परन्तु तत्र क्षीणः क्षीणरूपेण अस्ति, ज्ञायते तत्र चेदपि कारणत्वग्रहे कार्यकारण भवति, परन्तु ग्रहणं तत्र नास्ति. अतः ज्ञायते चेदपि न कारणत्वग्रहे अत्यन्तं क्लेशः इत्युक्ते तत्र अन्वयव्यभिचारः भवति चेदपि कारणत्वस्य ग्रहणं भवत्येव इति अत्र लिखितम्. अत्र उदाहरणं स्वीकृत्य वदतु भगिनि. दण्डः अपि च घटः इति उदाहरणं स्वीकृत्य प्रथमं दण्डघटयोः मध्ये अन्वयसहचारवाक्यं वदतु. अन्वयसहचारज्ञानं तस्य आकारं कथं भवति इति वदतु. तत्र दण्डः अस्ति परन्तु घटस्य अभावः एव. नो, प्रथमम् अन्वयसहचारवाक्यं वदतु. प्रथमम् अन्वयसहचारवाक्यं वदतु. अन्वयसहचारम् इत्युक्ते अस्ति अस्ति इति भवेत् वाक्यम्. तत्सत्त्वे तत्सत्त्वं, यत्सत्त्वे यत्सत्त्वम् इति अन्वयसहचारवाक्यं. तादृशं दण्डघटयोः मध्ये दण्डस्य सत्त्वमस्ति तत्र, परन्तु घटस्य असत्त्वमेव. न न, भवती इदानीं क्षीणदण्डं स्वीकृत्य वदति, तद् मास्तु. इदानीं योग्यदण्डं स्वीकृत्य वदतु. प्रथमम् अन्वयसहचारज्ञानं वदतु. योग्यदण्डम् अस्ति तत्र, योग्यदण्डस्य सत्त्वं, परन्तु घटस्य असत्त्वम्. भगिनी, सहचारः दण्डत्वे सति घटत्वे सति घटत्वसत्त्वं. न, तत्र किमर्थं दण्डत्वम् इति वदति? दण्डत्वम् इति न वदतु. तादृशम् अस्माभिः न पठितं किल. दण्डसत्त्वे दण्डसत्त्वे. ओके, पुनः वदतु. दण्डस्य सत्त्वे घटस्य सत्त्वं. हा, तर्हि दण्डसत्त्वे घटसत्त्वं. दण्डसत्त्वे अन्वयसहचारज्ञानम्. किन्तु इदानीं क्षीणदण्डं स्वीकुर्मश्चेत् तत्र अन्वयसहचारज्ञानं न भवति, अन्वयव्यभिचारज्ञानमेव भवति. क्षीणदण्डसत्त्वे घट असत्त्वं, घट अभावः इति एव ज्ञानं भवति. तथापि इति इदानीं क्षीणदण्डसत्त्वे घट अभावः ज्ञायते चेदपि, इदानीम् अस्माभिः ज्ञातं क्षीणदण्डसत्त्वे घट अभावः एव भवति, घटस्य उत्पन्नं न भवति. तथापि चेदपि न कारणत्वे ग्रहे अत्यन्तं क्लेशः. दण्डः तु कारणमेव, किन्तु इदानीं तत्र अन्वयव्यभिचारज्ञानम् अस्माभिः उत्पादितम्. क्षीणदण्ड सत्त्वे घट अभावः इति ज्ञानम् उत्पादितम्. तथापि दण्डे विद्यमानकारणतायाः अवगमनं नास्ति. किमर्थम् इत्युक्ते योग्यदण्डः अस्ति चेत् तस्मिन् कारणता विद्यते एव. तर्हि तत्र योग्यदण्डं क्षीणदण्डम् इति अनुक्त्वा केवलं दण्डम् इति वदामश्चेत् दण्डसत्त्वे घटसत्त्वम् इति वक्तुं शक्यते. किन्तु क्षीणदण्डं स्वीकुर्मश्चेत् तस्मिन् सन्दर्भे दण्डसत्त्वे घट अभावः इति अन्वय व्यभिचारज्ञानम् उत्पद्यते चेदपि तत्र दण्डे विद्यमानकारणतायाः कारणत्वस्य ग्रहणे अत्यन्तं क्लेशः नास्ति इति अत्र उक्तम्. तर्हि तत्र अन्वयव्यभिचारः अस्ति इति कृत्वा तत्र कारणत्वं नास्ति इति न वक्तव्यं. तत्र योग्यता अस्ति वा? यस्मिन् कारणत्वं वयं निष्कासयामः तत्र योग्यता अस्ति वा इति अपि चिन्तनीयम्. योग्यता अस्ति चेत् तत्र कारणत्वमेव नास्ति. कारणत्वं नास्ति चेत् तत्र कथं वा तस्य निष्कासनं भवति इत्यतः इतोपि किञ्चित् चिन्तनीयम् इति अत्र लिखितमस्ति. अस्तु, अन्तिमवाक्यं स्वामी पठति वा? महोदय, यदि तु सत्यं, यदि तु व्यतिरेकव्यभिचारज्ञानं भवति, अर्थात् कारणत्वेन अभिमतस्य असत्त्वेपि कार्यम् उत्पद्येत, तदा कारणताज्ञानं नैव उत्पद्यते इति. व्यतिरेकव्यभिचारज्ञानं भवति चेत् महोदय, तत्र व्यतिरेकव्यभिचारज्ञानम् इत्यस्य आकारं कीदृशं भवति? अस्माकं शैल्यां वदतु. यत्सत्त्वे यत्सत्त्वम् इति यत्सत्त्वे यत्सत्त्वम् इति अन्वयसहचारज्ञानस्य आकारः. तादृशं व्यतिरेकव्यभिचारज्ञानस्य आकारः कथं भवति इति वदतु. कथं महोदय, तत् असति तत् सत्त्वं, यदभावे यत् सत्त्वम् इति वदति. तत्र अभावम् इति वदामश्चेत् बुद्धौ समीचीनतया ज्ञानं भवति, अतः एव असति इति वदामश्चेत् किञ्चित् क्लेशः भवति. तर्हि अभावः इति सर्वैः तत्र अभ्यासं करणीयं. तत् तर्हि येन इति तृतीयं मास्तु इदानीं, यदभावे, तत्र समस्तपदमस्ति यदभावे इति महोदय. तर्हि यदभावे यत्सत्त्वः, यदभावे यत्सत्त्वं भावः इति. तत्र महोदय, तत्र व्यभिचारः अस्ति चेत् तत्र व्यतिरेकः अस्ति चेत् अभावः इति वदतु, अन्वयः अस्ति चेत् असत्त्वम् इति वदतु. तत्र स्थलद्वये अपि अभावः अभावः इति वदति चेत् क्लेशः भवति, स्थलद्वये अपि सत्त्व असत्त्व इति वदति चेत् के क्लेशः भवति. तादृशं मास्तु. यदभावे यत् सत्त्वम् इति व्यतिरेकव्यभिचारज्ञानस्य आकारः किल? आं महोदय. तर्हि यदभावे यत् सत्त्वम् इति ज्ञानं भवति, अर्थात् तदनन्तरं पठतु. अर्थात् एकनिमिषं महोदय. अर्थात् कारणत्वेन अभिमतस्य असत्त्वे अपि कार्यम् उत्पद्येत, कारणं नास्ति अपि कार्यं तु अस्ति एव. न, कारणत्वेन अभिमतस्य इत्युक्ते किं? कारणं नास्ति इति नास्ति, कारणत्वेन अभिमतस्य असत्त्वे. यदाशयमस्ति तद् अभिमतस्य. तत्र उदाहरणं वदतु, कारणत्वेन अभिमतस्य इत्यस्य उदाहरणं वदतु. यः कोऽपि उदाहरणं. घटं महोदय. घटम् इति कार्यं, घटम् अभिमतं, कारणत्वेन घटम् अभिमतं वा कार्यत्वेन घटम् अभिमतम्? ओ, कारणं, कारणं महोदय. कारणत्वेन यद् अभिमतं तस्य उदाहरणं वदतु. दण्डं, दण्डं, दण्डं. पुनः वदतु. दण्डः, दण्डं महोदय, दण्डः, दण्डः. अस्तु अस्तु अस्तु. तर्हि अत्र तन्तु, तन्तु इति स्वीकरोतु महोदय. तन्तुः, तन्तवः पटस्य कारणं किल? तर्हि तर्हि तन्तुः कारणत्वेन अभिमतम् इति स्वीकुर्मः. तन्तूनाम् असत्त्वे कारणत्वेन अभिमतस्य तन्तोः असत्त्वे अपि. इदानीं कार्यं किम्? पटम् न तन्तु पटः तन्तुभ्यः यद् जायते तद् मा वदतु. इदानीं घटः इति कार्यं, घटः कार्यत्वेन अभिमतं किल? महोदय, महोदय व्यतिरेकं वा एतत्? तदेव व्यतिरेकव्यभिचारज्ञानम् इति एव वयं पठन्ति स्मः किल. आम् आम् आम् महोदय. तर्हि तर्हि आम् तन्तुः कारणत्वेन अभिमतम्. तत् तन्तुः कारणत्वेन अभिमतं, घटः कार्यत्वेन अभिमतं, तन्तोः असत्त्वे अपि उदाहरणं ज्ञातं. घटं कार्यम् उत्पद्यते तदा कारणताज्ञानं नैव उत्पद्यते. तर्हि तन्तौ कारणताज्ञानम्, इदानीं घटः अस्ति, तन्तवः न सन्ति, तर्हि तन्तौ कारणताज्ञानं न उत्पद्यते इति अत्र लिखितम्. आं महोदय. उद्धं वा? स्पष्टमेव. आं महोदय, तत्तु स्पष्टमेव इति. तन्तु अभावे, तन्तु अभावे गतसत्त्वं. सत्यम्, उत्तमं. तन्तु अभावे तन्त्वभावे घटसत्त्वम् इति तादृशज्ञानम् उत्पद्यते चेत् अनेन किं, विजया भगिनी वदतु. इदानीं यत् यत् वाक्यं भवत्या उक्तं तत् समीचीनवाक्यम्. अनेन किं, तस्य प्रयोजनं किम्, अस्य वाक्यस्य प्रयोजनं किम्? तत्र कारणं न, परन्तु कार्यमेव भवति. तन्तुः घटस्य कारणं नास्ति. हा, इति बोधः. तन्तौ कारणता नास्ति. किं प्रति, किं कार्यं प्रति इति चेत् घटकार्यं प्रति तन्तौ कारणता नास्ति इति ज्ञानम्. इति अत्र अस्य वाक्यस्य प्रयोजनं किं, तन्त्वभावे घटसत्त्वम् इति वदामश्चेत् अनेन किम्, अनेन किम् अस्य प्रयोजनस्य प्रयोजनं व्यतिरेकव्यभिचारज्ञानम् अस्य वाक्य न अस्य एतदेव वाक्यं व्यतिरेकव्यभिचारज्ञानवाक्यमस्ति, किन्तु अस्य वाक्यस्य प्रयोजनं किं, प्रयोजनं किम्? कारणम् अस्ति चेत् अपि कार्यं न उत्पद्यते इति अस्माकं वाक्यं किं, विजि भगिनी वदतु, पुनः वाक्यं वदतु. व्यतिरेकव्यभिचारज्ञानवाक्यं यथा विजया भगिन्या समीचीनतया उक्तं तदेव वाक्यं पुनः वदतु. तन्तु अभाव घटसत्त्वं, तन्त्वभावे घटसत्त्वम् आम् इति व्यतिरेकव्यभिचारज्ञानमस्ति. अनेन किम्, अस्य वाक्यस्य प्रयोजनं किं? घट उत्पत्त्यस्य कारणं तन्तुः नास्ति. तर्हि तन्तुः घटस्य कारणं नास्ति इति जानीमः, तदेव प्रयोजनं, तदेव अत्र उक्तम्. असत्त्वेपि कार्यम् उत्पद्यते तदा कारणताज्ञानं नैव उत्पद्यते. तन्तौ कारणता अस्ति इति ज्ञानं न उत्पद्यते. व्यतिरेकव्यभिचारज्ञानेन किं लब्धम् इति चेत् तन्तौ कारणता अस्ति इति ज्ञानं न भवति. तर्हि तन्तुः घटस्य कारणम् इति निश्चयितुं शक्नुमः इति एव प्रयोजनम् अस्य वाक्यस्य. अस्तु, समयः जातः, अत्र स्थगयामः. सर्वेषां नमस्कारः, धन्यवादः.